नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे पुनः स्वागतम्। प्रवर्तमानविषयः तु स्वादिगणः इति। तत्र वयं गतसप्ताहे परस्मैपदीनां रूपाणि साधितवन्तः। शक्नु इति धातुः आसीत्, अनन्तरं क्षम्यतां, शक् इति धातुः, शक्नु इति अङ्गम्, अनन्तरं चिनु इति धातु अङ्गमपि साधितवन्तः सर्वाणि रूपाणि। शक्नु इति संयोगपूर्व उकारः आसीत्, चिनु इति असंयोगपूर्व उकारः आसीत्। तत्र वयं भेदः अपि प्रायः अवगतवन्तः इति चिन्तयामि। अग्रे सरामः, अद्य आत्मनेपदी साधयामः। तत्र एव वयं किञ्चित् मध्ये मध्ये पुनस्मरणमपि कुर्मः कुत्र भेदः अस्ति इति। अस्तु, अश्नु इति धातु, अश् इति धातु, क्षम्यताम्, आत्मनेपदि श्रीवल्ली भगिनी आरम्भं करोति वा? आं भगिनि, अश् इति हलन्तधातुषु, अश् धातुः आत्मनेपदे, अश्नु इति अङ्गम्, अश् व्याप्तौ इति अर्थे। अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु। अश् इति अश्नु इति अङ्गम् हलन्तधातुः, लटि सितप्रत्याः, से आते अते, से आथे द्वे, ए वहे महे, लटि। भगिनि क्षम्यतां, प्रथमं वदतु तत्र कीदृश अश्नु इति कीदृशम् अङ्गं, संयोगः वा असंयोगः वा इति। अश्नु इति संयोगपूर्व पूर्वकम् अङ्गं, पूर्व उकारः, उकारः सर्, संयोग संयोगपूर्व उकारः अस्ति, उकारः अङ्गम्। अश्नु योगः ते, प्रथमपुरुषः एकवचनं, ते इति सर्वे प्रत्ययानि अपित् सन्ति, आत्मनेपदं लट्याः सर् प्रत्ययाः अपित् अपित् सन्ति, अपितः बहुवचनं किल, अपितः अपितः सन्ति, अपितः सन्ति ते। अश्नु इति अङ्गं योगः ते इति प्रत्ययः उत्तमपुरुषस्य एकवचनं, अत्र अपित्वात् कोऽपि गुणकार्यं नास्ति इति, रूपम् अश्नुते इति भवति। सूत्राणि अपि वदति वा भगिनि एकवारम्, केन बाधितम्, अपित्वात् केन केन सूत्रेण? सूत्रम् अपित्वात् तावदेव, तावदेव किल, सार्वधातुकम् अपि निति च, एकनिमिषम्, प्रथमपुरुषे द्विवचनं, अश्नु योगः आते इति, आते इति अपित् अजादि प्रत्ययः अस्ति चेत्, अचिष्णु धातुर्भुवां योरियङ् वङ् इति सूत्रेण उ इति आदेशः भवति, अश्न् अश्नुवाते इति रूपं भवति। अचिष्णु धातु ब्रुवाम् इत्यनेन किम् आदेशः भवति भगिनि? उवङ् समीचीनम्, इयङ् वङ् परन्तु नु इति उवङ् स्नु इति उकारान्तः उवङ् इति आदेशः भवति, अश्नुवाते इति रूपं भवति, अते अते इति अजादि अपित्प्रत्ययः इति अचिष्णु धातुर्भुवं व्योरिवन् इयङ् वङ्गौ इति सूत्रेण भुवङ् इति आदेशः भवति, रूपम् अश्नुवते इति भवति. अत्र पुनः एकवारं भगिनि क्षम्यतां, तत्र पुनः वदतु सूत्रक्रमः कथं भवेत्. अत्र अचिष्णु धातुभ्रुवां वयं जानीमः, कथम् आगच्छति प्रथमं सर्वसामान्यसूत्रं किम्? यण् सन्ति इको यणचि, इको यणचि सूत्रस्य प्रबाद्य अचिष्णु धातुभ्रुवं योर् वङ्गौ इति आदेशः भवति. सार्वधातुक अर्धधातुकयोः ये अपि अस्ति वा सार्वधातुक अर्धधातुः गुणः भवति प्रसक्तिः अस्ति परन्तु मध्यम पुरुषः एकवचनं से इति प्रत्ययः, से इति प्रत्ययस्य आदेशप्रत्ययोः इन्कोः से अपि अपेत् हलादिप्रत्ययः इति चेत् अत्र आदेशप्रत्ययोः इन्कोः आदेशप्रत्ययोः अपदान्तसः मूर्धन्यः भवति इति चेत् रूपम् अश्नुषे मूर्धन्यशकार. अत्र सकारः गुणः न भवति, अपित्वात् गुणः न भवति. से इति अपित् इति चेत् गुणः न भवति, अश्नुषे इति रूपं भवति. आते कीदृशसकारः भगिनि पुनः मूर्धन्य मूर्धन्य अपदान्त प्रत्ययसकारः, प्रत्ययसकारः कीदृशसकारः अपदान्त सकारः. समीचीनं. प्रत्यय अवयवः अस्ति वा सकारः? आं भगिनि, प्रत्यय अवयवः अस्ति, किन्तु सकारः एकारः इति द्वे अक्षरे सन्ति. सकारः प्रत्यय अयवयवः अयावय नु प्रत्यय अवयवः अवयवः अस्ति इति चेत् अपदान्तसकारः सकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति. रूपम् अश्नुषे इति मध्यमपुरुषे द्वितीयवचनम् आथे. आथे इति अजादि प्रत्ययः, अपित् अस्ति, अपित् अस्ति चेत् गुणः न भवति. अत्रापि अचिष्णु धातुभ्रुवान् योरिरिङ् इयङ् वङ्गौ इति सूत्रेण उवङ् आदेशः भवति इति चेत् रूपम् अश्नुवाते. अश्नुवाते द्वितीय अश्नुद्वे बहुवचने द्वे इति प्रत्ययः, द्वे इति हलादिप्रत्ययः, अपित् अस्ति, गुणकार्यं न भवति, सन्धिकार्यमस्ति, कोऽपि नास्ति, रूपम् अश्नुद्वे इति भवति. समीचीनम्. उत्तमपुरुषः एकवचनं प्रत्ययः ए. ए इति अजादिप्रत्ययः, अपित् अस्ति इति चेत् अचिष्णु धातुभ्रुवां योरिद इयङ् वङ्गौ इति सूत्रेण उवङ् इति आदेशः भवति. अश्नुयोगः ये इति रूपम् अश्नुवे इति रूपं भवति. उत्तमपुरुषः द्विवचने प्रत्ययः वहे इति चेत् वहे इति हलादि प्रत्ययः, अपि अस्ति चेत् गुणकार्यं न भवति, अत्रापि कोऽपि कार्यं कोऽपि सन्धिः नास्ति, अश्नुयोगः वहे, रूपम् अश्नुवहे इति भवति. अत्र आप्शनल् फार्म् नास्ति, किन्तु संयोगपूर्वस्य उकारस्य संयोगपूर्व धातुः अस्ति चेत् उकारस्य लोपः न भवति, वैकल्पिकरूपं नास्ति अत्र. समीचीनं बहुवचने अश्नुयोगः महे रूपम् अश्नुमहे हलादि अपि प्रत्ययः गुणकार्यं नास्ति कोऽपि सन्धिकार्यं नास्ति इति चेत् रूपम् अश्नुमहे इति भवति. समीचीनं उत्तमं उत्तमम् अस्तु. अरुणा भगिनी लोट् लकारे वदति वा रूपाणि. आं भगिनि प्रथमपुरुषे एकवचन अश्नु योगः ताम् आमिति हलादिप्रत्यय पुनः किं न भवति भगिनि लोट् पित्वा अपित्वा अत्र गुण नास्ति तदेव अपि निद्वत् भाव अस्ति किम् अति अहं न स्मरामि. अपित्वात् गुणः न भवति वा गुणः न भवति इति कारणात् अपित्वा गुणः नास्ति तदेव अपित् इति चिन्तनं सम्यक् अस्ति भगिनि. वयं तु रूपं जानीमः अतः सम्यक् एव परन्तु अपित्वात् गुणः न भवति तादृशम् इदानीं शास्त्रीयचिन्तनं किल अतः अपित्वात् गुणः न भवति. सम्यक् अस्तु समीचीनं भगिनि. रूपं किम् अष्टुतां समीचीनं द्विवचने आताम् प्रत्यय अदादिप्रत्यय अपित् अस्ति ततः किं भवति अजादि अस्ति अपित् अस्ति सर्वसामान्यसूत्रं किं प्रथमं तद् तस्मात् आरम्भं करोति चेत् सम्यक् भवति. सर्वसामान्यं प्रथमं यदा उकारः अस्ति अन्ते अकारः परे तत्र सर्वसामान्यं किं भवति इको एनर्जि इको गुण इको अचि न भगिनि किं सूत्रं अन्ये सहायं कुर्वन्तु कृपया. अतिष्णुता भगिनि तत्र अश्नु अनन्तरम् अजाति अपि अस्ति प्रथमं सार्वधातुक आर्धधातुको योगो प्रसक्तिः अस्ति परन्तु तत्र सार्वधातुकम् अपि अस्ति मित्वत् भवति अनन्तरम् अति श्वो युवङ् इवङ् एतत् सूत्रं तत्र कार्यं करोति अतः उवङ् आदेशः भवति अश्नु योगः उव योगः आतां तत्र अस्ति अन्तिमरूपम् अश्नुवाताम् इति तत्र रूपं निष्पन्नम्. समीचीनं. आम् अरुणा भगिनी भवती अवगतवती वा पुनः वदति वा एकवारं. अहं न अवगतं भगिनि पुनः प्रथमम् इको एणचि सम्यक् एव यदा भवती उक्तवती प्रथमम् इको एणचि इत्यस्य प्रसक्तिः अस्ति परन्तु तस्य प्राप्तिः नास्ति अनन्तरं किं भवति अजिष्णुदातु तयोः मध्ये यदा इको एणचि आगच्छति प्रथमम् अनन्तरं तस्य तत् प्रभाद्य सार्वधातुक आर्धधातुकयोः इत्यस्य अपि प्रसक्तिः अस्ति किल. आम् केन बाधितम् इदानीं सार्वधातुक आर्धधातुकयोः केन बाधितम् गुणकार्यं केन सूत्रेण बाधितम् सार्वधातुकार्धधातुक एव भगिनि. आम् समीचीनं. तत् सूत्रं केन बाधितं सार्वधातुकम् अपित् इत्यनेन बाधितम् अचिष्टधातु ब्रुवाम् तत्तु अन्ते आगच्छति भगिनी सर्वदा इको यदा अच् प्रथमवर्णस्य क्षम्यतां प्रथमपदस्य अन्तिमवर्णः इक् प्रत्याहारस्य वर्णः अस्ति परः यदा अच् अस्ति इको यणचि प्रथमं सर्वसामान्यसूत्रम् अनन्तरं सार्वधातुक आर्धधातुकयोः इति आगच्छति कार्यं कर्तुं तु आगच्छति एव अनन्तरम् अपित्वात् तस्य निषेधं भवति सार्वधातुकम् अपित् इत्यनेन तद् बाधितं भवति अनन्तरं यदा भवती उक्तवती अचिष्णुधातु ब्रुवाम् आगच्छति सूत्रक्रमः किल सर्वदा वन् आफ्टर् अनदर् इति वदामः किल प्रथमम् इको एणचि सार्वधातुक अर्धधातुकयोः सार्वधातुकम् अपित् नीति च अनन्तरम् अचिष्णुधातु ब्रुवाम् इत्यनेन किं भवति भगिनि इदानीम् उवाङ्गादेशः रूपं किम् अश्नुवाताम् समीचीनम् अश्नुवाताम् अनन्तरं अश्नु अताम् इति प्रत्ययः अजातिप्रत्ययः अपित् अपि अस्ति दन्तः प्रथमम् इकोवनाचि सूत्रं तद् बाधितं सार्वधातुक अर्धधातुकयोः अपित् कारणात् गुणः न भवति तदनन्तरम् अचिष्णुधातो ब्रुवां यो योरियुवाङ्गौ इति सूत्रेण उवाङ्गादेशः आगच्छति अश्नुवताम् इति रूपं भवति आं भगिनि श्रूयते वा भगिनी इदानीं एकनिमिषम् इदानीं श्रूयते पूर्वं न श्रुणोति किमपि मध्ये अभवत् तदेव अस्तु पश्यामः वदतु भगिनि क्षम्यताम् अश्नु योगः अताम् इति रूपं किं भगिनि अष्णुवताम् इदानीं भव समीचीनं एकवारं वदति वा सूत्रक्रमः इको एनर्जि प्रथमं सामान्यसूत्रं तदर्थं सार्वधातुक आर्धधातुकयोः अपित् करणात् गुणः न भवति तदनन्तरम् अचिष्णुधातो ब्रुवां यो युवाङ्गौ इति सूत्रेण उवङ्ग आदेशः भवति रूपम् अश्नुवताम् इति रूपं सिद्धं भवति समीचीनं मध्यमपुरुषे किं भवति अत्र श्वा इति प्रत्यय अश्नुयोगः श्वा श्वा अपि अपित् अस्ति ततः गुणः न भवति अश्नुस्व मूर्धन्यशकार आगच्छति अश्नुष्व केन सूत्रेण अन्ये किञ्चित् सहायं करोतु कृपया आदेशप्रत्ययोः तत्र सकारस्य स्थाने मूर्धन्य शकारः आगच्छति समीचीनं उत्तमम् अग्रे तत्र मेलनेन अनुष् अश्नुस्व इति आगच्छति अष्टु योगः आताम् इति प्रत्यय आतामपि अदादिप्रत्ययः अपित् अस्ति ततः अत्र प्रथमम् इकोणाचि सूत्रं कार्यं कर्तुं प्रसक्तिः अस्ति तदनन्तरं बाधित्वा सार्वधातुक अर्धधातुकयोः इति सूत्रेण अपित् कारणात् गुणः न भवति तदनन्तरम् अचिष्णुधातो ब्रुवां युवाङ्गौ इति सूत्रेण उवङ्गादेशः अश्नुवाथाम् इति रूपं भवति. अश्नु योगः द्वम् अत्र केवलं वर्णमेलनम् अश्नुद्वं कार्यमपि नास्ति. द्वम् इति हलादिप्रत्ययः. समीचीनम्. उत्तमपुरुष एकवचन ऐ इति प्रत्ययः आगच्छति. अश्नु योगः ऐ, ऐ इति अजादिप्रत्ययः. पित्वमस्ति वा? आम्, अद्य विजया भगिनी गृहपाठं सम्यक्तया कृत्वा आगतवती. किमर्थं भगिनी तादृशं वदति? मम रेप्युटेशन् किं भवति भगिनी? किमर्थं तादृशं वदति? अस्तु भगिनि, स्केर्ड् एव भवतु. भवती भवती पठति चेत् सम्यक् एव, स्केर्ड् इव भवतु एव, नास्ति चिन्ता. लाभाय अस्ति चेत् नास्ति चिन्ता भगिनि, लाभाय एव किल, सूत्राणि पठामः, नास्ति चिन्ता. अस्तु भगिनि, भवती वदतु. अश्नुयोगः ऐ सार्वधातुक अर्धधातुकयोः सूत्रं वर्तते भगिनि, तदेव आगच्छति. अश्नु वै इति रूपं भवति. अश्नु सन्धिसूत्रं किं भगिनि? सार्वधातुक अर्धधातुकयोः इत्यनेन किं भवति, अनन्तरं किं भवति, प्रक्रिया अपि वदतु एकवारम्. अश्नु ओ भवति प्रथमं, तदनन्तरं ओ योगः ऐ एचोया सूत्रेण आव् इति आगच्छति. आव् योगः ऐ अश्नु वै इति रूपम्. ओकारस्य स्थाने कः आदेशः भवति? आव् ओकारस्य स्थाने अव् यान्ता वान्तादेशसन्धिः किल, तत्र ओकारस्य स्थाने अव् एव आदेशः. औकारस्य स्थाने आव् इति. समीचीनम्. ओ ओ ओ ओ औ स्थाने ओ स्थाने अव् एव. सा जानाति एव खलु भगिनी, परन्तु समयः एव जातः, परन्तु सा जानाति एव. हा, सा जानाति, अहं जाना, सा जानाति इति अहं जानामि भगिनि, परन्तु समये वक्तव्यानि किल, तावदेव, पुनःस्मरणमेव. वदतु भगिनि, अरुणा भगिनी. मध्यम अद्विवचने अश्नु योग आवहै अजादिप्रत्ययः. सूत्रेण समीचीनं, तदेव गुण सार्वधातुक अर्धधातुक इति सूत्रेण अश्नु ओकारस्थाने ओकारः आगच्छति. तदनन्तरम् ओकार यचोयावय सूत्रेण आवहै अश्नुवावहै इति रूपं भवति. समीचीनं भगिनि. अश्नवावहै न अश्नवावहै दन्त्य एव नकारः. उत्तमपुरुषस्य बहुवचने. आमहै इति प्रत्ययः अजादि पित् प्रत्ययः ततः सार्वधातु न आडुत्तमस्य पिच्छ न भगिनि समीचीनं पित्त्वमेव ततः अश्नु उकारस्थाने ओकारः आगच्छति तदनन्तरं यजोयावसन अव् आगच्छति अश्नवामहै इति रूपं समीचीनं उत्तमम् उत्तमं धन्यवादः अस्तु राजेन्द्रमहोदय लङ्लकारः आम् आं भगिनि अत्र लङ्लकारः प्रथमं तु तत्र आड् आगमः आदेशः भवति अत्र परन्तु तत्र सूत्रम् अतश्च तत् सूत्रेण किं किं भवति अत्र अश्नु एव अवशिष्यते तत् एवं भगिनि किञ्चित् न प्रथमं केन सूत्रेण अडागमः भवति अडागमः भवति वा आडागमः भवति वा आडागमः भवति समीचीनं केन सूत्रेण आडागमः भवति तदा तत्र तत् अटश्च तत् सूत्रमस्ति तत् तेन तेन तत्र समीचीनमेव आं वदतु महोदय आटश्च आटश्च सूत्रेण तत्र आश्नु अवशिष्यते तत् समीचीनं समीचीनं वृद्धिः भवति समीचीनमेव अड अडाज् आडजादीनाम् इति सूत्रेण आट् इति आगमः अनन्तरं यदा भवान् उक्तवान् आटश्च इति सूत्रेण वृद्धिः भवति आश्न अत्र तु सर्वे अपि प्रत्ययाः सन्ति अस्मिन् गणे तत्र प्रथमप्रत्ययः आश्नु योग किमपि कार्यं नन्ते आश्नुत रूपं द्विवचने तत् अजादि अपि अस्ति तत् कारणात् तत्र आश्नु उकार आकारः तत् यव आश्नुवातां क्षम्यतां महोदय अश्नु योगः आताम् आताम् इति कीदृशप्रत्ययः अजादि अपि अस्ति अजादि ओ क्षम्यतां किञ्चित् सर्वदा भिन्नप्रत्ययः अस्ति अत्र आश्नु योग आताम् अत्र तु अजादि अपि प्रत्ययः अस्ति तत् कारणात् तत्र आश्नु अत्र संयोग पूर्व अस्ति तत् कारणात् तत् अचिष्णु धातु ब्रह्मङ् ओङ् आदेशः भवति आश्नुवातां तत् भवति अत्र प्रक्रिया अस्ति तथा यथा भगिनी पूर्वम् उक्तवती को यञ्चि प्रभा आगच्छति तत् तं प्रभाति सार्वधातु आर्धातुक्योः सूत्रम् आगत्य तं प्रभाति तत् असार्वधातुकम् अपि नीत्वा तस्य किन्ति च सूत्रेण गुणनिषेधः तदनन्तरम् अचिष्णु धातु ब्रह्म युवो वङ्गो तत्र ओङ् आदेशः भवति तत् उ अवशिष्यते तत् नकारस्य लोपः संज्ञा भूत्वा लोपः भवति आश्नुवातां समीचीनम् अस्तु बहुवचने अपि आश्नुवत् भवति रूपं हा हा मध्यमपुरुषे तत्र हलादि अपि प्रत्ययः अस्ति अत्रापि आश्नुथाः अत्रापि कोऽपि कार्यं नास्ति आश्नुथाः आथां यथा पूर्वं द्विवचने तत्र प्रथमपुरुषः आसीत् तत्र अत्रापि तथैव प्रक्रिया भवति तत्र आश्नुवाथां रूपं ध्वम् हलादि अपि प्रत्ययः अस्ति तत्कारणात् तत्र आश्नुध्वं ध्वं तत्र रूपं भवति हलादि क्षम्यताम् अजादि अपि प्रत्ययः अस्ति आश्नु योग इ अत्र तु आश्नु आश्नुभि अत्र एचैव यावः सूत्रेण तत् आश्नुभि भगिनि कीदृशप्रत्ययः महोदय इकारः पुनः इकारः अस्ति अत्र तत् अजादि अपि प्रत्ययः अस्ति तत् कारणात् तत्रापि अचिष्यन्तम् अद्य मम मस्तिष्क कार्यं न करोति अचिष्णुदातु भवान् तत् अत्रापि आश्नु योग इ अत्र अत्र उवङ् उ आदेशः भवति आश्नुवि आश्नुवि रूपं भवति अत्र बहिः अपि अजादि हलादि अपि प्रत्ययः अस्ति आश्नुवहि आश्नुमहि रूपाणि सर्वत्र दीर्घमस्ति किल सर्वत्र वृद्धिः अस्ति आश्नुवहि आश्नुमहि सर्वत्र आ इति अस्माकम् आटश्च इति सूत्रेण वृद्धिः सर्वत्र अस्ति सम्यक् एव महोदय नास्ति चिन्ता महोदय एक एक प्रत्येकं दिनं वयं तु फार्म् तादृशं न भवति किल समीचीनं तत्र महोदय एकः एव प्रश्नः यदा वयं सवर्णदीर्घसन्धि कुर्मः तदा तत्रापि तादृशं रूपमेव आगच्छति किल किमर्थम् आटश्च अजादि धातुः अस्ति तत् कारणात् तद् प्रथम न न न आडजादीनाम् इत्यनेन आटागमः भवति तत्र समीचीनाम् आटश्च किमर्थं तत्र यदा सवर्णदीर्घसन्धि कुर्मः चेदपि आश्नु इति आगच्छति किल आयोगः अपि आ एव आगच्छति किल अत्र चिन्तयामि पूर्वरूपादेशः भवति न वृद्धिः भवति वृद्धिः भवति हा तदेव मम प्रश्नः किमर्थं विशेषसूत्रस्य आवश्यकता का इति वयं तु यदा सवर्णदीर्घसन्धि कुर्मः तत्रापि रूपं तादृशं रूपमेव आगच्छति किल आयोगः अश्नु आश्नु इत्येव आगच्छति आटश्च इत्यस्य आवश्यकता का इत्येव प्रश्नः किञ्चित् न स्मरामि आटः च तत्र तु विधि भवति विधिः इत्युक्ते वृद्धिः भवति खलु भगिनि सवर्णदीर्घसन्धिः तत्र तत्र किं भवति एतत् प्रपाद्य एव तत्र वृद्धिः भवति इति मम चिन्तनम् एतद् इत्युक्ते अकः सवर्णदीर्घः अस्ति खलु भगिनि तत्र अकार मेलनेन अकारः तत्र आतः च इति विधिः भवति अतः एव तत्र सवर्णदीर्घस्य स्थाने वृद्धिः भवति आकारः इति दीर्घादेशः विधिः नास्ति वा एतदपि साध्यं परन्तु मम चिन्तनमस्ति तत्र वृद्धिः एव तदेव प्रश्नः वृद्धिः किमर्थं यदा रूपं सवर्णदीर्घ सन्धि सूत्रेण एव वयं साधितुं शक्नुमः चेत् किमर्थम् एकं विशिष्टसूत्रस्य का आवश्यकता इत्येव प्रश्नः रघुपतिमहोदय किं चिन्तयति परसूत्रः आटस्य वा आटस्य परसूत्रं वा सवर्णदीर्घ अकः सवर्णे दीर्घः परसूत्रं वा रघुपतिमहोदय किं वदति? न भगिनि, अहं न स्मरामि किम् वयं स्मरणं नास्ति, चिन्तनमेव इति परसूत्रं परसूत्रं, बट् वृद्धिकार्यं अस्तु. यदा इष् इति धातुः स्वीकुर्मः, इष् इति धातोः लङ्लकाररूपं किम्? तत्र किं भवति? अडागमः वा आडागमः? तत्र वृद्धिः भवति पूर्वपर्यवर्तने एकः वदन्ति वृद्धिः भवति वा किल? हा, वृद्धिः भवति. अत्र अतः अस्य सूत्रस्य आवश्यकता तत्र अस्ति किल? तत्र सवर्णदीर्घसन्धिः भवति चेत् किं रूपम् आगच्छति? आयोगः इ इति किं भवति? आयोगः इ इति गुणः भवति, अत्र इष्टरूपं न आगच्छति. ऐच्छत् इति ऐकारस्य आवश्यकता अस्ति किल? अतः आटश्च. आटश्च इति सूत्रं सवर्णदीर्घस्य गुणस्य वृद्धेः च अपवादसूत्रमस्ति. अतः एकेन सूत्रेण एव सवर्णदीर्घं गुणम् अनन्तरं वृद्धिः सर्वं बाधितमस्ति आटश्च इति एकेन सूत्रेण एव. तद् मनसि भवतु, अग्रे अपि आगच्छति आटश्च इति अस्य चिन्तनं, परन्तु तत्तु मुख्यमस्ति. किमर्थम् अत्र सवर्णदीर्घसन्धि न भवति परन्तु वृद्धिसन्धि किमर्थम् इति. समीचीनम्. अस्तु महोदय, भवतः क्रमः एव विधिलिङ्गि रघुपतिमहोदय. आम् आं भगिनि, आं भगिनि. इदानीम् अष्टु विधिलिङ्ग् अस्ति, एकवारं पश्यामि विधिलिङ्ग् एकवारम्. ईत इयताम् ईरन् ईताः इयताम् ईत्वम् इय इवहि इमहि अष्टु अष्टु. तर्हि सर्वत्र अचिष्णुधातु ब्रुवाम् इत्यस्य एव प्रसक्तिः अहं चिन्तयामि, अतः वाङ् आदेशः भवति. अचिष्णुधातु ब्रुवाम् इति एकवारम् अष्णु अष्णुयोग ईत अष्णुयोग ईत इदानीं रूपं इयङ् उवङ् आदेशः भवति, अतः अष्णु अष्णुवीता इति रूपं भवति. द्वितीयं तु इयतां, तत्रापि अष्णु योग इयताम् इदानीम् उकारस्य स्थाने उवङ् आदेशः, तर्हि अष्णु अष्णु वीयताम् इति अष्णु अष्णुवीयताम् इति भवति. ईरन् इति अस्ति, तत्रापि अष्णु इति अस्ति, अतः अष्णुवीरन् वर्णमेलनमेव अस्ति, अष्णुवीरन् इति भवति. ईताः इति सिद्धतिङ्कृत्य अस्ति, अष्णुयोग ईताः, तत्रापि अचिष्णुदात्तब्रुवा यङ् उवङ् इति, अतः उवङ् आदेशः उकारस्य स्थाने अष्णु उवङ् इति अष्णु अष्णु अष्णुवीताः एकवारम् अष्णुवीताः अष्णुवीताः इति भवति. इदानीं इयताम् इति अष्णुयोग इयताम् अष्णु अष्णुवीयताम् इति अष्णुवीयताम् इति रूपं भवति. अत्रापि इयङ् उवङ् आदेशः भवति. अतः अनन्तरं बहुवचने बहुवचने ईध्वम् इति अस्ति, अष्णु योग ईध्वम्, अत्रापि इकारः अस्ति, अति उवादेशः अष्णुवीद् अष्णुवीध्वम् इति भवति. इदानीम् अत्र ई इति विधिलिङ्गकारे उत्तमपुरुषे अष्णुयोग ईय, तर्हि उवङ्गादेशः अष्णुवीय इति, ईवहि इति अस्ति अष्णुयोग ईवहि, अत्रापि उवङ्गादेशः अष्णु ईवहि, तथैव अष्णुवीमहि इति, ईमहि इति इत्यस्य स्थले अष्णुवीमहि उवङ्गादेशः भूत्वा, किमपि अन्यकार्यं नास्ति अत्र. समीचीनं, उत्तमं, धन्यवादः महोदय. अस्तु, इदानीं चि इति धातुः उभयपदे अस्ति, आत्मनेपदे किं भवति इति पश्यामः. विजया भगिनी लट् रूपं वदति वा? चिनु धातोः चि धातुः अस्ति, तत्र चिनु योगः के, तत्र हलादि अपि तस्य गुणकार्यं नास्ति, अस्ययोः पूर्वः चिनु मध्ये अस्ययोः पूर्वः उकारः अस्ति, तत्र किमपि कार्यं नास्ति, वर्णमेलनमेव चिनुते इति प्रथमपुरुषे एकवचनं. अनन्तरं चिनु आते इति अस्ति, अजादि अपि अस्ति, तत्रापि एकवर्णस्य प्रसक्तिः अस्ति, परन्तु सार्वधातुक आर्धधातुको कार्यमस्ति, परन्तु सार्वधातुकम् अपि अस्ति, नितिचे अपि अस्ति, अतः तत्र गुणकार्यं न भविष्यति. अचिष्णो द्वङ् इति तत् एतत् कार्यं करोति तत्र, अनन्त अतः तत्र उवङ् इति उकारस्य स्थाने वकारः आदेशः भवति, अतः चिनुवाते इति रूपं निष्पणं द्वितीय तत्र यन् तत्र सार्वधातुके विष्णोः उष्णोः उष्णोः सार्वधातुक सार्वधातुके इति सूत्रमागच्छति तत्र, अतः इति कारणात् तत्र यन् आदेशः भवति. अनन्तरम् उकारस्य स्थाने वकारः आदेशः चिनुवाते इति आगच्छति. चिन्वाते समीचीन आते इति तत्र चिन्वाते इति रूपं निष्पन्नं यनादेशः भवति खलु, अतः अनन्तरं चिन्वते रूपं निष्पन्नं चिनु तत्र अजादि अपि अस्ति, एतत् कार्यमपि इको एकः बाधितमस्ति, सार्वधातुक अर्धधातुकयोः अपि तत्र कार्यं न करोति, किमर्थं चेत् तत्र सार्वधातुकम् अपि अस्ति, अतः तत्र अपि गुणकार्यं नास्ति, तत्र अपि जन आदेशः भवति. अनन्तरं उष्णो सार्वधातुकं तत्र कार्यं करोति, अतः चिन्वते इति भवति बहुवचनरूपेण. एकनिमिषं भगिनि, श्रीवल्ली भगिनी किं वदति, क्षम्यताम् अहं न आते इति प्रत्ययः, आते इति प्रत्ययः रूपं चिन्वाथे इति दीर्घः अस्ति, नाट् परन्तु बहुवचने चिन्वते एव किल, बहुवचने चिन्वते समीचीनं, मध्यमपुरुषे द्विवचने चिन्वाते, एतदपि मया उक्तं खलु, चिन्नुते चिन्वाते चिन्वते. समीचीनमेव भगिनि. आम् अग्रे वदतु. अत्र मध्यमपुरुषे एकवचनं ते इति अस्ति, चिन्नो ते, तत्र हलादि अपि सन्ति, तत्रापि एतत् सर्वम् इकः एनचि, इको एनचि तत्र बाधितं, सार्वधातुको आर्धधातुको योः इति. इको एनचि आगच्छति वा भगिनि? तत्र न आगच्छति. ते इति अस्ति खलु. अनन्तरं सार्वधातुकम् अपि अस्ति, आदेशे आदेशे प्रत्ययोः इति सकारस्य स्थाने शकारः आगच्छति. अनन्तरं चिनुषे चिनुयोगः, तावदेव खलु भगिनि? समीचीनं. तत्र आदेशप्रत्ययोः इत्यस्य निमित्तं किं भगिनि? तत्र सकारस्य स्थाने शकारः आगच्छति आदेशप्रत्ययोः. तद् कार्यं, तद् कार्यं निमित्तं किमर्थम् आगच्छति? उकारः कस्मिन् प्रत्याहारे अपि अस्ति वा? तत्र किनु इतु तत्र अपदान्त अपदान्तसकारः अस्ति खलु भगिनि? समीचीनम्, उत्तमम्. इन् उकारः इन्कोः, इन् वर्णः, इन् प्रत्याहारस्थवर्णः. विजया भगिनी अस्ति वा? तत्र अपदान्तसकारः अस्ति, सकारस्य स्थाने शकारः, मूर्धन्यशकारः आगच्छति. चिनुषे इति द्वितीयवति एकवचनम् अस्ति. अनन्तरं अनन्तरं चिन्वाते इति अस्ति. चिन्वाते पूर्वमेव वयं दृष्टवन्तः, तत्र चिनु योगः आते इति अस्ति. एतत् सर्वम् अजादि अपि अस्ति, अतः तत्र एतत् तत्रापि विष्णो एतत् विष्णोः सार्वधातुके इति कार्यं करोति. अपरं एन् आदेशः भवति, अनन्तरं चिन्वाते इति रूपं निष्पन्नं मध्यमपुरुषद्विवचनं. तावदेव तत्र चिनु योगः द्वे इति तत्र वर्णमेलनमेव, तत्र किमपि कार्यं नास्ति. अनन्तरं उत्तमपुरुषे एकवचनं चिनुयोगः ये अस्ति, तत्र उष्णो सार्वधातुके इति कार्यं करोति, चिन्वे इति भवति. अनन्तरं चिनु वहे, तत्र वर्णमेलनम्. अनन्तरं चिनुयोगः महे, तत्र अपि वर्णमेलनमेव. अतः चिन्वे चिन्वहे चिन्महे इति रूपं निष्पन्नम्. उत्तमपुरुष द्विवचने बहुवचने रूपम् एकमेव अस्ति वा? चिन्वहे चिन्महे. अन्यत् किमपि कार्यं तत्र लोपः च, लोपः च अन्यस्यां मोः इति कार्यं करोति तत्र. किमर्थं कार्यं करोति भगिनि? तस्य निमित्तं किम्? उकार चिनु इति, चिनु इति अस्ति खलु भगिनि तत्र. अनन्तरं वहे अस्ति, तत्र लोपः अन्यतरस्याम् इति सूत्रेण, तत्र लोपः अन्यतरस्यां मोः इति सूत्रेण, तत्र चिन्वहे अनन्तरं चिन्महे इति रूपं निष्पन्नम्. असंयोगपूर्व उकारः एकनिमिषम् अनुवृत्तिसहितः असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोहो अन्यतरस्याम् समीचीनं समीचीनम् अतः असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य अतः उकारस्य अङ्गस्य उकाररूपी अङ्गस्य तस्य लोपः भवति तस्य लोपः न क्षम्यताम् आं तदेव तस्य लोपः भवति यदा मकारवकारप्रत्ययः परः अस्ति चेत् अतः रूपद्वयम् अस्ति तत्र रूपद्वयं पुनः वदतु भगिनि समीचीनम् उत्तमं धन्यवादः अस्तु श्रीवल्ली भगिनि आं भगिनि लोट् रूपः लोट् लकारः ताम् आताम् अताम् स्व आथां द्वम् ऐ आवहै आमहै इति प्रत्ययाः सन्ति प्रथमपुरुषः एकवचनं चिनुतां चिनुताम् इति ताम् इति प्रत्ययः अपि तस्ति गुणकार्यं न भवति सार्वधातुकमार्थधातुकयोः गुणः अपित् अस्ति चेत् अपित्वात् णिति च गुणकार्यं न भवति रूपं चिनुताम् इति रूपं भवति चिनु योगः आताम् इति प्रत्ययः अजादिप्रत्ययः अपित् अस्ति हुष्णुवोः सार्वधातुके एण् आदेशः भवति इति चेत् उकारस्य स्थाने यणादेशः भवति रूपं चिन्वाताम् इति रूपं बहुवचने चिनुयोगः अताम् इति अत्रापि हुष्णुवोः सार्वधातुके यण् आदेशः भवति इति रूपं चिन्वताम् अत्र चिष्णुधातुभ्रुवाम् इत्यस्य प्रसक्तिः अस्ति वा भगिनि द्वयोः स्थलयोः चिनु आतां अचिपरे अचिपरे अस्ति परन्तु असंयोगपूर्वस्य प्रत्ययस्य उकारस्य स्थाने इति कृष्णुवोः सार्वधातुके समीचीनं उत्तमपुरुषस्य एकवचनं ऐ इति पित् अस्ति सार्वधातुक आर्धधातुकयोः गुणः भवति चुनु योगः ऐ मध्यमपुरुष उक्तवती वा भगिनि क्षम्यतां चिनु योगः स्व उक्तवती वा नास्ति चिनु योगः स्व स्व स्व इति प्रत्ययः रूपं चिनुष्व इति भवति आदेशप्रत्ययोः इन्कोः आदेशप्रत्ययोः अपदान्तस्य सकारस्य स्थाने मूर्धन्यसकारः आदेशः भवति इति चेत् सकारस्य अवयवस्थाने सकारस्य षकारः भवति रूपं चिनुष्व इति रूपं उत्तमम् उत्तमपुरुषे एकवचने ऐ इति आडुत्तमस्य पिच्च इति सूत्रेण पित् भवति भगिनि क्षम्यतां मध्यमपुरुष द्विवचनं बहुवचनं न उक्तवती चिनुष्व उक्तवती चिनुयोगः आतां किमर्थं जम्पिङ्ग् No, no, I thought I already मध्यम पुरुषे द्वितीयवचने रूपम् आताम् इति अजादिः अपित् अस्ति चेत् हुष्णुवोः सार्वधातुके यण् आदेशः भवति इति सूत्रेण रूपं चिन्वाथाम् इति रूपं भवति बहुवचने द्वम् इति प्रत्ययः इति अपित् अस्ति चेत् गुणकार्यं न भवति कोऽपि सन्धिकार्यं नास्ति चिनुध्वम् इति रूपं भवति यदा भवती वदति किल अस्ति चेत् इत्युक्ते तत्र सम्भावना अस्ति इति अपि अस्ति एव अवगतं किल अस्ति चेत् मीन्स् इफ् इट् इस् इति न इफ् इट् इस् अस्ति धन्यवादः भगिनि उत्तमपुरुषे प्रत्ययः ऐ इति पित् अस्ति, पित् अस्ति चेत् गुणकार्यं भवति. चिनु इति उकारस्य स्थाने ओकारः भवति, गुणकार्यं चिनो योगः ऐ, चिनो योगः ऐ एचो यावायव सन्धि सूत्रेण ओकारस्य स्थाने अव् इति आदेशः भवति, रूपं चिनवै इति रूपं भवति. आवहै, चिनु योगः द्विवचने आवहै इति प्रत्ययः. पित् अस्ति, पित् अस्ति चेत् गुणकार्यं भवति, चिनो योगः आवहै. एचो यावायव सन्धि सूत्रेण रूपं चिनवावहै इति रूपं भवति. तत्र आमहै, आमहै इति पित् अस्ति इति चेत् चिन्नु गुणः भवति, चिनो योगः आमहै, रूपं चिनवावहै, चिनवामहै इति रूपं भवति. समीचीनम्, उत्तमं भगिनि. अस्तु अरुणा भगिनी, लङ्लकारः. आं भगिनि, लङ्लकार प्रथमं लङ् लुङ् लङ् लुङ् इत्युक्तेन अडागम अटागम भवति. प्रत्ययः लङ्लकारे सा प्रत्ययः अच्छिन्नु योगः सा वर्णमेलन एव अच्छिनुता इति रूपं भवति. अच्छिनु योगः तां हलादि आताम् आताम् अदादिप्रत्ययः ततः हू स्नुवोः इति सूत्रेण यण् आदेशः भवति. आं भगिनि, समीचीनम्. अजादिप्रत्ययः अतः उष्णुवोः इत्यनेन भवति वा अपितः कारणात् भवति वा? प्रश्नः अवगतः वा? आं भगिनि, आसाम् इति प्रत्ययः समीचीनम्, असंयम्. समीचीनम्. अपित् अपि अस्ति किल, अपित् अस्ति, असंयोगपूर्व उकारः, समीचीनं समीचीनम्, उत्तमम्. चिनु आतां चिन्वाताम् इति रूपं भवति भगिनि. अडागमः अचिन्वतां भवति, अचिन्वाता आताम् इति प्रत्ययः किल, अतः वाताम् इति आगच्छति. अचिन्वाताम् बहुवचने अत इति प्रत्ययः, अदपि अदादिप्रत्ययः अपित् अस्ति. ततः हु स्नोः इति सूत्रेण यण् आदेशः अचिन्वत इति रूपं भवति. मध्यमपुरुषे एकवचन ताः इति प्रत्ययः अचिनु केवलं ताः अपि हलादिप्रत्ययः अपित् अस्ति, केवलं सन्धिकार्यम् अचिनुता अचिनुता ससजिशोरुः करवशाने सूचन विसर्गः आगच्छति, अचिनुताः इति रूपम्. प्रत्ययः एव ताः एव किल भगिनि, तत्र केवलं वर्णमेलनमेव. रचित्रा अस्मि, मम दूरवाण्या किमपि अभवत्, न जाने कथम् इदानीं पुनः आगतवान्. अस्तु महोदय, समीचीनम्. द्विवचने आथाम् इति प्रत्ययः, आथामपि अदादिप्रत्ययः अपित् प्रत्ययः अस्ति, अच्नु आताम् हुस्नोरो सूत्रेण यनादेशः वकार आगच्छति अचिन्वाथाम् इति रूपं सिद्धं भवति. बहुवचने द्वम् अचिन्नु द्वं केवलं वर्णमेलनमेव, कार्यं नास्ति. लङ्लकारे मध्यम उत्तम पुरुष प्रत्ययः ई ई वहि महि ई वहि महि अच्छिन्नु योगः ई एक इति अदादिप्रत्ययः अपि तदेव अचिन्वि इति रूपं भवति. वहि मध्यम द्विवचने द्वौ द्वे रूपे अस्ति. प्रथमम् अचिनु योगः वहि वहेति हल्लादिप्रत्ययः अपि तु केवलं वर्णमेलनम् अचिनु वहि. अचिन् वहि अपि नकार उकारलोपः सूत्रं न जानामि भगिनि केन सूत्रेण. लोपश्च अन्यत् सूत्रेण उकारलोपः भवति अचिन् वहि इति रूपं सिद्धं भवति. उत्तमपुरुषः अपि द्वे रूपे अस्ति. अचिन् अचिन् वहि अचिन् अचिनु महि अचिन् महि द्वे रूपे स्तः द्वे रूपे स्तः समीचीनम् उत्तमम् उत्तमं भगिनि. धन्यवादः. अस्तु धन्यवादः राजेन्द्रमहोदय. इदानीं वक्तुं शक्नोति वा? आं भगिनि. आम् आम् विधिलिङ्गि विधिलिङ्गि चिनु चिनु दातु भगिनि. चिनु एव चिनु एव चिनु एव अङ्गम्. अस्तु. अत्र सर्वे अजादि अपि प्रत्ययाः सन्ति, तत् कारणात् कोऽपि गुणकार्यं न नास्ति. अत्र चिनु चिनु योग ईत् अत्र तु चिनु दातु भवान् तत् उ आदेशः भवति. चुनुवीत् रूपं निष्पन्नं भवति. एवं भगिनि सर्वं वदामि वा? चिनु क्षम्यताम् अहं न पूर्णतया प्रायः पूर्णतया न श्रुतवती. रूपं केन सूत्रेण उक्तवान् महोदय? अचिष्णु दातु भ्रुवां युवर् परन्तु चिनु इति कीदृशम् अङ्गम्? ओ असंयोग अद्य मम मस्तिष्क किमपि कार्यं न करोति. आं तत् असंयोगपूर्वम् अस्ति, असंयोगपूर्व अस्ति. तत्कारणात् तत् हुष्णु धातु हुष्णु सार्वधातुके धातुके यन् आदेशः भवति. अत्र अचिन्वीत् अचिन्वीत् चिन्वीत् एव अकारः नास्ति किल, अडागमः. आं किं चिन्वीत् चिन्वीत् चिन्वीत् चिन्वीत् अनन्तरं चिन्वीरन् चिन्वीथाः चिन्वीयाथां चिन्वीधवं चिन्वीय चिन्वीवहि चिन्वीमहि. समीचीनं. सर्वत्र उष्णुवोः सार्वधातुके इत्यनेन यणादेशः. समीचीनं महोदय, धन्यवादः. अस्तु विजया भगिनी, इदानीं करपत्रात् पठति वा अजन्तदातवः इकारान्तः के सन्ति इति? प्राप्तं वा भगिनि? न प्राप्तवती वा? आं प्राप्तं वा? आं पठतु भगिनि. अजन्त अजन्तधातुषु चीदा एतत् सर्वं न न अन्ते अन्ते स्वादिगणीयाः धातवः अजन्तदातवः इति शीर्षकमस्ति. अन्ते अस्ति स्वादिगणीय स्वादिगणीयाः धातवः अजन्तदातवः तत्र इकारान्ताः एतदेव खलु भगिनि? आम् आम् छिञ्ज् चयने तत्र निरनुबन्धधातुः चि इत्युक्ते तत्र अङ्गं भवति चिनु लटि चिनोते अनन्तरं चिनुते इति तत्र गुणकार्यं भूत्वा चिनोति चिनुते इति भवति. पिञ्ज् बन्धने तत्र सि चिनु चिनोति चिनुते तावदेव कार्यं तत्र. अनन्तरं स्मरति वा भगिनि केन सूत्रेण शकारः सकारः जातः इति? सकारः इदानीमेव दृष्टवन्तः खलु भगिनि तत्र धात्वादेः वदतु भगिनि. धात्वादेः धात्वादेः तत्र सकारस्य स्थाने शकारः भवति एतत् वा? न न न धात् इदानीं शकारस्य स्थाने सकारः किल विपरीतम् आगच्छति किल अत्र अत्र धात्वादेः शः सः धात्वादेः शः सः यदा धातोः आदेः शकारः अस्ति चेत् तत् सकारः भवति. प्रक्रियायाम् आरम्भे एव भवति. यदा वयम् इत्संज्ञा कुर्मः तदनन्तरम् एतत् कार्यं भवति. अनन्तरमेव अस्माकं यत्किमपि लटि वा लोटि वा रूपाणि. वदतु भगिनि अग्रिमं किम्? दुमिञ्ज् तत्र प्रेक्षपणे मिनोति मिनुते अनन्तरं षिञ्ज् गतौ वृद्धौ चिणु शिनोति शिनुते इति. अनन्तरं रिहिंसायां रियोगः रि इत्युक्ते रिनु इति अङ्गं भवति ऋणोति इति रूपं भवति गुणकार्यं भूत्वा. अनन्तरं चि हिंसायां चि चिनु चिनोति इति भवति. चिर् हिंसायां चिरि हिंसायां चिरि तत्र रूप अङ्गं भवति चिरिनु अनन्तरम् इत्युक्ते तत्र चिरिनोति इति रूपं भवति. जिरि हिंसायां जिरि अङ्गं भवति जिरिनु जिरिनोति इति रूपं निष्पन्नं तत्र सर्वत्र गुणकार्यं भवति. अहमेव वा? आम् अस्तु भगिनि. उकारान्ताः दुञ्ज् कम्पने दु दन् दुनु इति रूपं निष्पन्नं तत् अङ्गं निष्पन्नं दुनोति दुनुते. अनन्तरं दुदु सुदु उपतापे दि इति अङ्गं दुनु दुनोति इति रूपं निष्पन्नं. पुञ्ज् अभि पुञ्ज् अभिषवे तत्र सु सुनु इति अङ्गं सुनोति सुनुते इति रूपं निष्पन्नं उकारान्तस्य. अनन्तरं ऋकारान्तः ऋकारान्तक कृञ्ज् हिंसायां कृ कृणु इति अङ्गं रूपं निष्पन्नं कृणोति कृणुते इति. अनन्तरं पृ प्रीतौ पृ पृणु इति अङ्गं निष्पन्नं पृणोति इति रूपम् अत्र आगच्छति. स्पृ प्रीतिपालनयोः तत्र स्पृ स्पृणु इति रूपं तत्र शृणोति इति गुणकार्यं भूत्वा शृणोति इति आगच्छति. दृहिंसायां दृणु इति अङ्गं भवति, दृणोति इति रूपं तत्र प्रथमविभक्ति एकवचनं. स्पृञ्ज् आच्छादने स्तृणु इति अङ्गं भवति, शृणोति शृणुते इति आत्मनेपदे परस्मैपदे तत्र रूपं भवति. वृञ्ज् वर्णे तत्र वृणु इति अङ्गं भवति, वृणोति वृणुते इति रूपं द्वेरूपं निष्पन्नं तत्र रूपे. अग्रे पठामि वा? आम्, हलन्तदातवः अपि पठतु भगिनि. एकः सन्देहः, वदतु भगिनि. उकारान्तः टुतु उपतापे इति अत्र टैपो इति द्वि इति दत्तमस्ति. दु इति वा धातु? दु द्वि इति वा धातुः? दि तदपि ममापि चिन्तनं तदेव आसीत् यदा अहं दृष्टवती कथं दि भवति. आं भगिनि, टैपो अङ्गं दुनु इति अस्ति. दुनु इति अङ्गम्, समीचीनम्. अहमपि चिन्तितवती किमपि अन्यत् कार्यं भवति वा द्रष्टव्यं, किमर्थं दि इति भवति इति. दि इति भवति टैपो. वदामि महोदय, वदामि. अस्तु अस्तु, समीचीनम्. आम् विजया भगिनी, हलन्तदातवः अपि एकवारं पठतु भगिनि. पठामि भगिनि. हलन्तदातवः शक्लुरु शक्तु, शक् इति शक् शक्नु शक्नोति इति रूपं. शग् हिंसायां तग् शग्नु शग्नु शग्नोति इति आगच्छति. दग् अनन्तरं घातने पालने च दग् दग्नु दग्नोति. अनन्तरं चमु भक्षणे चम् चमु इति अङ्गं, चम्नोति इति परस्मैपदी प्रथमविभक्ति एकवचनम् अस्ति, प्रथमपुरुषे एकवचनमस्ति. अनन्तरम् अशु व्याप्तौ सङ्गाते च अश् योगः तत्र रूपम् अङ्गं भवति अश्नु इति, अश्नुते इति आत्मनेपदी रूपम्. अनन्तरम् अह व्याप्तौ अह् अहु अहोति अहुवति इति रूपम्. अनन्तरं तिक् आकन्तने तिक्नु तिक्नोति इति परस्मैपदीरूपम्. अनन्तरं तिग् आकन्तने आक्रमणे गतौ च तिग् तिग्नु तिग्नोति इति रूपम्. अनन्तरं शिञ्ज् आकन्दने स्तिद् स्तिग्नु स्तिग्नुते इति आत्मनेपतिरूपं निष्पन्नम्. अनन्तरं ऋतु वृद्धौ रुद् रुद्नु रुद्नोति इति परस्मैपदीरूपम्. स्पृश् प्रीणने इत्येके तृप्तः भवति, तृप् यो तृप्नु इति अङ्गं भवति, तृप्नोति इति. अनन्तरं जिहुषा निदृश प्रागल्भ्ये दृश् दृष्णु दृष्णोति इति रूपम्. अनन्तरं सद् संस्कृतौ संस्कृतौ राद् राग्नु राग्नोति इति सप्तमगणस्य रूपं भवति तत्र राद् इति. अनन्तरं साद् सौ साद् साग्नु साग्नोति इति परस्मैपतिरूपं निष्पन्नं. आपुरु व्याप्तौ व्याप्तः भवति प्राप्तः भवति, आप् आप्नु आप्नोति इति परस्मैरूपम्. दम्बु दम्बणे हिंसायां दम्ब् इत्युक्ते तत्र दम्नु इति अङ्गं भवति, दम्नोति. दम्बु अनिदित् धातुः. अनिदितां हल् उपादायः निति इत्यनेन चिति नियति प्रत्यये परे नकारः लोपः स्नु प्रत्ययः नित्वत् भवति. अनन्तरं दाश्रु हिंसायां दाश् दाश्नु इति अङ्गं भवति, दाश्नोति इति लटीरूपं परस्मैपदी. समीचीनम्, उत्तमं भगिनि, धन्यवादः. अस्तु, अत्र यदा वयं पश्यामः तत्र त्रिप् प्रीणने इति भवति, तत्र एक स्टार् मार्क् अस्ति तृप्नोति इति, तत्र किञ्चित् वैशिष्ट्यम् अस्ति. सूत्रं पठामः, रघुपतिमहोदय पठति वा सूत्रम्? आं भगिनि. शुभ्नादिषु च शुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने नकारादेशो न भवति. शुभ्ना आदिः येषां ते शुभ्नादयः, तेषु शुभ्नादिषु शुभ्नादिषु सप्तमन्तं च अवयवदं द्विपदमिदं सूत्रं. वशाभ्यां नो णः समानपदे इत्यस्मात् नः णः इत्यनयोः अनुवृत्तिः. बाभूपूकमिग मिप्यै वेपाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः. तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अस्ति शुभ्नादिषु च नः णः न संहितायाम्. अत्र एकवारं शुभ्नादि शुभ्नादिगणे पठितानां शब्दानां नकारस्य नकारादेशः न भवति इति सूत्रं वदति. यथा वयम् अत्र श्नु श्रु इति श्रवणे तृप् तृप् धातुः श्रु नास्ति, तृप् धातुः तत्र पूर्वम् अस्ति. स्टार् मार्क् अपि अस्ति. हा हा, तृप्नोति. अस्तु अस्तु अस्तु, तृप्नोति तृप् इति प्रीणने इति अत्र एतत् तृप्नोति इति शुभ्नादिगणे अस्ति वा एतत् तृप्नोति तृप्नोति रकारस्य तृप्नोति भवेत् परन्तु तृप्नोति एव अस्ति रकार अस्ति तृप् रसाभ्रह्मणः इत्यनेन समानपदे अस्ति णकारनत्वं भवेत् परन्तु नः णः न संहितायां शुभ्नादिषु इत्यनेन नत्वं न भवति इति दत्तमस्ति. समीचीनं. तत्र नत्वविधायसूत्राणि बहवः सन्ति किल नत्वप्रक्रियायां, तत्र अन्तिमसूत्रमस्ति शुम्नादिषु च इति सूत्रं, निषेधकसूत्रं येन नत्वं न भवति. वैशिष्ट्यमस्ति. बहवः अन्तर्गणाः सन्ति, तत्र गणपाठः इति स्वीकुर्मः चेत् तत्र वयं द्रष्टुं शक्नुमः के के दातवः सन्ति इति. तत्र शुम्नादिगणः इति एकः गणः, तत्र तृम्प् क्षम्यतां तृप् इति धातुः तस्मिन् गणे अस्ति इति कृत्वा तस्य णत्वं न भवति. अस्तु, अग्रिममपि पठतु महोदय. अस्तु, श्रवणे इति श्रु इति शृणु शृणोति इति भवति. श्रु धातुः भवादिगणे स्थापितः धातुपाठे किञ्च व्यावहारिकत्वेन स्वादिगणीयः एव. कर्तृत्वे सार्वधातुके परे श्नु श्रुधातोः श्रु इति धात्वादेशो भवति. अस्तु, श्रु इति यत्र रेफ अस्ति तत्र मूर्धन्यनकार धात्वादेशः भवति कर्तृत्वे सार्वधातुके परे इति अस्ति. सूत्रमस्ति श्रुव श्रुवश्रु च. कर्तृत्वके सार्वधातुके प्रत्यये परे श्रु धातोः श्रु इति धात्वादेशश्च श्नुप्रत्ययः धातुतः वीतश्च. अस्तु, श्रुवः पञ्चमन्तं श्रु लुप्तप्रथमान्तं प्रथमाकं पदं च च अव्ययपदं त्रिपदविधं सूत्रं स्वादिभ्यः स्नुः इत्यस्मात् स्नु इत्यस्य अनुवृत्तिः कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सारदातुके यक् इत्यस्मात् सारदातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरनेकाचो हलादेः क्रियासमिब क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति श्रुवः धातोः श्रु च स्नु प्रत्ययः परश्च कर्तरि सारधातुके इति अस्ति अस्तु श्रुवः धातोः अपि च श्रु च स्नु प्रत्ययश्च परश्च कर्तरि सारधातुके सोरि स्नु किमस्ति श्रुव धातोः श्रु भवति एकवारं किमस्ति श्रुवधातोः श्रु आदेशः भवति प्रथमविभक्तस्य अतः आदेशः भवति श्रु इत्यस्य पञ्चमेभति श्रुवः धातोः श्रु आदेशः स्नु प्रत्ययपरश्च श्रु प्रत्ययपरे वा एतत् अस्तु श्रु प्रत्ययपरे अस्तु अस्तु अत्र श्रु धातुः अस्ति श्नु प्रत्ययपरे अतः अतः श्रु आदेशः भवति अतः शृणोति इति रूपं भवति समीचीनं तत्र साधारणतया वयं पश्यामः चेत् श्रु धातुः तु भ्वादिगणीयधातुः अस्ति परन्तु तस्य विकरणप्रत्ययः तु श्नु अस्ति श्रुयोगः श्नु शृणु इति रूपम् आगच्छति अतः मातृभिः किं कृतम् इत्युक्ते सा तु अत्र स्थापितमस्ति अत्र स्वादिगणे एव भवतु किमर्थं तत्र भवादिगणे अस्ति परन्तु विकरणप्रत्ययः तु स्नु इति भ्रमः जातः इति मातृभिः अत्र स्थापितम् अत्र अस्मिन् स्वादिगणे स्थापितम् परन्तु यत्र अन्यत्र कुत्रापि पश्यति चेत् तत्र भुवादिगणे एव श्रु धातुः प्राप्यते परन्तु रूपं तु शृणु क्षम्यताम् अङ्गं तु शृणु शृणोति इत्येव रूपम् तावदेव तत्र अन्तिमपङ्क्तिमपि पठतु महोदय इति स्वादिगणे समग्रं तिङ्सम्बद्धं सारधातुकप्रकरणचिन्तनं समाप्तम् परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम् अजन्तधातुः ची हलन्तधातुः षक् आत्मनेपदे अजन्तधातुः ची हलन्तधातुः अश् इत्यनेन अनेन सर्वेषां चतुस्त्रिंशत् थर्टि फोर् धातूनां सारधातुक लकाररूपाणि ज्ञातानि अत्र वयं अजन्तधातुः अपि हलन्तधातुः आत्मनेपदेषु अपि अजन्तधातुः चि हलन्तधातुः षक् इति स्वीकृत्य आत्मनेपदेषु चि इति अपि च हलन्तधातुषु अश् इति एते चत्वारणां धातूनां चत्वारधातून् स्वीकृत्य यदि वयं तेषां रूपाणि जानीमः चेत् सर्वेषां चतुस्त्रिंशत् धातूनां सार्धात्कलूपाणि ज्ञातानि एव समानरूपाणि एव भवति समानरूपाणि प्रक्रिया समाना अतः रूपाणि अपि समानानि भवति इत्येव अस्तु भगिनि अस्तु अतः त्रिंशत् आम् अस्तु त्रिंशत् किल त्रिंशत् त्रि चतुस्त्रिंशत् समीचीनं भगिनि अतः मम स्वस्य प्रश्नः अस्ति भुवादिगणे अकर्मकधातुः अस्ति सु अपि अकर्मकधातुः वा तत्र भुवादिगणे अकर्मकधातुः अस्ति. अस्तु, पुनः पृच्छतु. तदपि अकर्मकधातुः एव खलु भगिनि? किमर्थं भगिनि? यदा एकं वाक्यं वदतु, किमपि वाक्यं. शृणोति इति क्रियापदम् तदेव. न न, विजया भगिनी एकं वाक्यं वदतु भगिनि. शृणु इति क्रियापदम् उपयुज्य. अहं शृणोमि. किं शृणोति? अस्तु अस्तु. न न, भुवादिगण एकनिमिषं, भुवादिगणः अकर्मकः द्वयोः किमपि लिङ्क् नास्ति. अस्तु, भुवादिगणः अतः अकर्मकः तादृशं न वक्तव्यं किल. अस्तु भगिनि, अवगच्छति वा? आम्, भुवादिगणे सकर्मकधातुः अपि अस्ति. अन्येषु गणेषु अपि तादृशं चिन्तनमपि, अकर्मकः अपि अस्ति, सकर्मकः अपि अस्ति. धन्यवादः. अवगतवती किल? आं भगिनि, मिश्रणमेव तत्र. आं, सर्वत्र तादृशमेव. तत्र किमपि गणभेदः एव, अकर्मकः सकर्मकः इति किमपि तादृशभेदः किमपि नास्ति किल. एकं गणं स्वीकुर्मः चेत् तत्र अकर्मकः अपि भवति, सकर्मकः अपि भवति. कर्मचिन्तनं भिन्नं भगिनि. अन्य धातु अस्ति वा? धातु अकर्मकधातु अस्ति वा? न न, अन्यत्ते न खलु. अकर्मकः इति श्रू धातुः वा? हा, अकर्मकः अस्ति वा कुत्रापि? नास्ति खलु. न, अहं तादृशं किमपि न. प्रायः अन्य अर्थे अस्ति वा? न दृश्यते. श्रु इति अस्ति सकर्मक, अपि च सकर्मकः एव दत्तमस्ति. तदपि सकर्मकः एव. क्रयादिगणीयधातुः सकर्मकः एव, टु किल्, टु डेस्ट्रॉय इति. गणभेदस्य गणभेदः अकर्मकः सकर्मकः भेदः तत्र किमपि तादृशं किमपि नास्ति. सम्बन्धः किमपि नास्ति. नास्ति, तद् भिन्नचिन्तनम् अस्ति. मम स्वस्य प्रश्नः भगिनि. नास्ति चिन्ता भगिनि, सम्यक् एव भवत्याः प्रश्नः, परन्तु उत्तरम् एतदेव. अस्तु भगिनि, धन्यवादः. अस्तु, धन्यवादः. अग्रिमसप्ताहे सूत्राणां बलाबलम् इति नूतनपाठः आरप्स्यते. अस्तु, धन्यवादः. धन्यवादः. धन्यवादः भगिनि.